इदानीम् अस्मिन् वर्गे नूतनपाठः आरप्स्यते, ज्योत्यादिगणे अजन्धातवः। गतवर्गे अस्माकम् अदादिगणविषयः अजन्धातूनां कृते समाप्तः। इदानीं ज्योत्यादिगणे अजन्तधातूनां कृते कार्यं कथं भवति इति वयं द्रक्ष्यामः। ज्योत्यादिगणे मुख्यकार्यं किमस्ति? द्वित्वं करणीयमस्ति। ज्योत्यादिगणे द्वित्वं भवति, तर्हि अस्मिन् पाठे द्वित्वं कथं करणीयं, द्वित्वस्य द्वित्वस्य नियमाः के इति वयं सर्वे पश्यामः। तदनन्तरं द्वित्वमपि एकप्रकार अङ्गकार्यम् इव भवति, द्वित्व अनन्तरं सामान्य अङ्गकार्यं भवति, परन्तु मुख्य इदानीं द्वित्वं कथं करणीयम् इति वयं अस्मिन् पाठे पठिष्यामः। तर्हि इदानीं सुमन् महोदय, भवती एव आरभतु। अस्तु महोदय, श्रूयते किम्? आम्, जुहोत्यादिगणे चतुर्विंशतिः धातवः सन्ति, यथा सर्वेषु गणेषु सार्वधातुक प्रत्यये परे कर्तरि शक् इत्यनेन शक् विहितः अस्ति, तदा जुहोत्यादिभ्यः श्लु इत्यनेन शकः श्लु अतः ज्योत्यादिगणे कोऽपि विकर्णप्रत्ययः न दृश्यते। अस्तु, इदानीं तु वयं जानीमः कर्तृके सार्वधातुकप्रत्यय आयाति चेत् तत्र साधारणतया कर्तरि शप् इति शप् आयाति, किन्तु भिन्नभिन्न गणे प्रपाद्य अन्यत् किमपि अन्यः किमपि विकर्णप्रत्ययः आयाति, किन्तु अत्र जुहोत्यादिभ्यः श्लु इति सूत्रं कार्यं करोति, तत्र स्थाने श्लु इति लोपः भवति, किमपि न दृश्यते, किमपि कोऽपि विकर्णप्रत्ययः न दृश्यते। ज्योत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य श्लु लोपः भवति, ज्योत्यादिः येषां ते ज्योत्यादि येषां ते ज्योत्यादयः तेभ्यः ज्योहोतादिभ्यः ज्योहोतादिभ्यः पञ्चमप्रभृत्यः शपः इत्यस्मात् शपः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति ज्योहोत्यादिभ्यः शपः श्लुः यथा उपरि अस्ति तथा एव जुहोत्यादिभ्यः श्लुः सूत्रस्य विवरणम् अस्ति अत्र। जुहोत्यादिभ्यः जुहोत्यादिगणे तस्मात् शकः प्रभाद्य श्लुः आयाति, श्लुः इत्युक्ते तस्य लोपः भवति सूत्रम्। यथा अधिप्रभृतिभ्यः शपः लुक् इति अस्ति, नाम अदादिगणधात्वानन्तरं शपः स्थाने लुक् भवति, लुक् इति लोपः, तथैव ज्योत्यादिगणे धातुभ्यः शपः श्लु भवति, नाम लोपः भवति, श्लु अपि एकप्रकारस्य लोपः। तर्हि इदानीं प्रश्नः अस्ति, श्लु किमर्थं लिखितमस्ति, लोपः किमर्थं न लिखितं, श्लु लेखनस्य का आवश्यकता, श्लु इति विशेष श्लु मध्ये विशेष विशेषता किं का अस्ति? प्रायः द्वित्वं सूचयति किम्? आम्, परन्तु तद् विहाय अपि एकमस्ति, तद् वयम् अग्रे पश्यामः। अस्तु, अग्रे को अस्ति इदानीं? रघुपतिमहोदय पठतु। हा महोदय, अत्र प्रश्नः उदेति यत् लोपश्लु इत्यनयोः भेदः कः? द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति. लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति. एतदर्थं सूत्रम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणं. ध्वनिः आगच्छति महोदय तत्र, श्रूयते वा? मम ध्वनिः श्रूयते वा? सम्यक् अस्ति. अस्तु अस्तु, अत्र अत्र श्लू अपि लोपः इत्यनयोः भेदः कः इति प्रश्नः. आदर्शनमिति अस्ति, परन्तु लोपस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र लुप्तस्य प्रभावः भवति एव. यदि इदानीं कश्चन कोऽपि प्रत्ययस्य लोपः भवति चेत् अपि तत्र लुप्तस्य प्रभावः भवति एव इति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् अस्ति. अग्रे पठामि वा? तर्हि लोपः इत्युक्ते यदा सामान्यलोपः अस्ति तत्र लोपः अनन्तरं प्रत्ययः तु न दृश्यते, परन्तु प्रत्ययेन यानि यानि कार्याणि भवन्ति तानि सर्वाणि इदानीमपि भवन्ति, केवलं प्रत्ययस्य अदर्शनं भवति. अतः प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमस्ति. नाम प्रत्ययस्य लोपानन्तरमपि प्रत्ययस्य लक्षणम् इति तिष्ठति. पठतु अग्रे. प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमस्ति, द्विषष्टितमं सूत्रमस्ति प्रथमाध्यायस्य प्रथमपादस्य. प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः तस्मिन् प्रत्ययलोपे. प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः. स्वयं सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं. प्रत्ययलुप्ते सति इति अत्र सतिसप्तमी लुप्ते सति प्रत्ययलक्षणं तिष्ठति. अतः प्रत्ययलक्षणम् इति अस्ति, अतः तस्य यद्यपि तस्य लोप अदर्शनं भवति, परन्तु तस्य द्वारा यत् कार्यं विहितमस्ति तत् भवति एव इति अस्ति, परन्तु अन्येषु न भवति इति अग्रिमसूत्रं वदति. अग्रे, तर्हि प्रत्ययलुप्ते तदाश्रितं कार्यं भवति, श्लू न तथा. प्रत्ययस्य श्लू भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात्. तद्विधायकसूत्रमस्ति न लुभताङ्गस्य इति सूत्रमस्ति. एतत्तु अग्रिमं सूत्रमस्ति त्रिषष्टितमं त्रिषष्टितमं सूत्रमस्ति. त्रिषष्टि न लुमताङ्गस्य इति श्लू इति तादृश नास्ति, प्रत्ययलक्षणं न तिष्ठति इति न लुमताङ्गस्य इति सूत्रं वदति. न लुमताङ्गस्य इति सूत्रं सूत्रस्य विवरणमस्ति. यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययदर्शनं विहितं चेत् स प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति. लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न इति. यस्मिन् लु इति अस्ति तत्र तादृश शब्देन यत् प्रत्ययदर्शनं विहितं चेत् तत्र कार्यं यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यत् कार्यं विहितं तद् न भवति इति एतत् सूत्रं वदति. निषेधसूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य. न तत्र एकमस्ति नास्ति वा? तेन अङ्गकार्यं न भवति. अङ्गकार्यमेव वा? अङ्गकार्यमेव वा? प्रत्ययस्य अदर्शनं भवति चेत् सर्वाणि कार्याणि भवन्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण. परन्तु न लुमताङ्गस्य इति सूत्रं वदति यत् प्रत्यये लु इति शब्दः अस्ति चेत् तस्य अदर्शनं यथा भवति यदा भवति तदा तस्य तेन प्रत्ययेन यत् अङ्गकार्यम् अस्ति भवति चेत् तत् अङ्गकार्यं न भवति, केवलम् अङ्गकार्यं न भवति इति अस्ति। नाम यथा प्रत्ययः अस्ति, प्रत्ययेन यदि गुणकार्यं भवति, इदानीं प्रत्ययः श्लू अस्ति चेत् तस्य तेन प्रत्ययेन गुणकार्यं न भवति अङ्गे इति अस्ति। अतः अदादिगणे जुहोत्यादिगणे यत्र शपस्थाने अदादिगणे लुक् भवति, जुहोत्यादिगणे श्लू भवति, उभयत्र लू इति शब्दः अस्ति प्रत्यये, अतः उभयत्र अङ्गकार्यं न भवति। अतः एव शपनिगणे कृते यत् गुणः न भवति, सत्यं। परन्तु यदि लुक् नास्ति, श्लू नास्ति, सामान्यलोपः अस्ति, तत्र गुणकार्यं भवति, भवितुमर्हति। यदि लोपस्य लोपेन यदि लुप्तम् अदर्शनं भवति चेत् ज्योत्यादिगणे अपि गुणः भवितुमर्हति, परं न भवति यत् लुमान् अस्ति इति कृत्वा। गुणः तत्र गुणस्य इच्छा नास्ति, अतः पाणिनिना तत्र विशेषतया तत्र लिखितं यत् लोपः न लिखितम्, अपि तु अधिप्रवृत्तिभ्यः शपः लुक्, ज्योत्यादिभ्यः श्लुक् इति नूतन नूतनपदानां रचना कृता इति अस्ति। तर्हि अत्र न लुमताङ्गस्य इति अस्ति। अग्रे अग्रे को मल्लर् महोदय अग्रे पठतु। मल्लर् महोदय अस्ति वा? आम् आम् महोदय। अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्, इदं मतुप् प्रत्ययान्तं प्रथमविभक्तौ लुमान्। मतुप् प्रत्ययस्य अर्थः अस्य अस्मिन् वा, यथा बुद्धिमान् इत्युक्ते बुद्धिः, अस्य अस्मिन् वा सः बुद्धिमान्। तर्हि लू अस्य अस्मिन् वा सः लुमान्। व्याकरणे त्रयः लुमन्तः सन्ति, लुक् श्लू लुप् चेति। इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति। अनुवृत्तिसहितसूत्रं तथैव, यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न, अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं। तर्हि अत्र सारांशः एव यत् श्लू इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति। एतत् सूत्रं यस्मिन् शब्दे लू अस्ति चेत् तत् लुमान् शब्द लुमान् अस्ति, यथा बुद्धिः अस्ति अस्य बुद्धिमान् इति वक्तुं शक्यते तदेव। एवमेव लुक् श्लू लुप् एत त्रयाणां लुमन्ता इति संज्ञा, यत् लुमन्ता अस्ति चेत् प्रत्ययलोपे अपि प्रत्ययलोपे अङ्गकार्यं यत् भवितुमर्हति तत् न भवति इति उक्तं, न लुमन्ता अङ्गस्य इति। तदानीमेव न सत्यम् अस्तु, तदेव अस्ति। प्रत्यये लू इति अस्ति चेत् प्रत्ययस्य यदा लोपः भवति तदा अदर्शनं भवति, परन्तु अदर्शनं भवति चेत् यथा सामान्यतया अङ्गकार्यं भवति, परन्तु अत्र लू अस्ति अतः अङ्गकार्यम् अपि न भवति। आगत्य लोपप्रकरणे चत्वारि सूत्राणि, क्रमेण अदर्शनं लोपः, लोपसंज्ञाया अदर्शनं विहितं, प्रत्ययस्य लुक् श्लू लुपः, लुक् श्लू लुप् इत्याभिः त्रिस्भिः संज्ञाभिः अदर्शनं विहितं प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते तद् आश्रितं कार्यं स्यात् न लुमताङ्गस्य लुमताशब्देन लुप्ते तन्निमित्तम् अङ्गकार्यं न स्यात् लोपप्रकरणे चत्वारि सूत्राणि सन्ति अदर्शनं लोपः इति एकं सूत्रं तस्य लोपसंज्ञा वर्तते तदनन्तरं प्रत्यय कः इति लुक् लुक् श्लू लुप् इत्यादिभिः प्रत्यय लुक् संज्ञा अस्ति तदर्थं प्रत्ययलोपे प्रत्ययलक्षणम् इति एकं सूत्रम् अस्ति तत्र प्रत्ययलुप्ते सति तद् निमित्तम् अङ्गकार्यं भवति न लुमताङ्गस्य इति सूत्रेण लुमताशब्देन अङ्गकार्यं तत् निमित्तिकम् अङ्गकार्यं न भवति इति उक्तम् सत्यं तर्हि चत्वारि सूत्राणि सन्ति लोपप्रकरणस्य कृते तानि सूत्राणि अत्र लिखितानि सन्ति अदर्शनं लोपः नाम लोप इत्युक्ते अदर्शनं भवति प्रत्ययस्य लुक् श्लु लुप् अपि अस्ति नाम प्रत्ययस्य यदि लुक् भवति श्लु भवति लुप् भवति तत्र अपि प्रत्ययस्य अदर्शनं भवति नाम यदि प्रत्ययस्य लोपः प्रत्ययस्य लुक् प्रत्ययस्य श्लु प्रत्ययस्य लुप् इति लिखितमस्ति चेत् सर्वत्र प्रत्ययस्य अदर्शनं भवति तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययस्य लोप भवति चेत् अदर्शनं भवति चेत् प्रत्ययस्य लक्षणं तु तिष्ठति एव तेन यानि यानि कार्याणि भवन्ति तानि सर्वाणि इदानीमपि भवन्ति परन्तु प्रत्ययस्य यदि यत् लोपः अस्ति तत्र लुमान् लोपः अस्ति नाम लुक् अथवा श्लु अथवा लुप् अस्ति तत्र अङ्गस्य अङ्गकार्यं न भवति प्रत्ययनिमित्तं यत् अङ्गकार्यम् अस्ति तद् अङ्गकार्यं न भवति इति अतः अदादिगणे ज्योत्यादिगणे शपनिमित्तीकृत्य अङ्गकार्यं न भवति शपः इति प्रत्ययस्य अदर्शनं भवति अङ्गकार्यमपि न भवति अस्तु अग्रे आं महोदय जुहोत्यादिगणे विकर्णप्रत्ययः शप् आसीत् अनन्तरं तस्य श्लू अभवत् लुमता शपः अदर्शनं जातम् अतः धात्वाङ्गे शप् निमित्तिकम् अङ्गकार्यं न अर्थं जुहोत्यादिगणे विकर्णप्रत्ययः शप् आसीत् तत् प्रबाद्य श्लू इति विकर्णप्रत्ययः आयाति लुमन्ता शपः अदर्शनं जातः अतः अङ्गकार्यं धात्वाङ्गकार्यं शप् निमित्तिकं न भवति तदनन्तरं अधुना धन्यवादः पठामि अधुना अभिजय महोदय पठतु अधुना नूतन प्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति जुहोत्यादिगणे श्लू अपि लुमान् द्वयमपि लुमान् चेत् द्वयोः भेदः कः वस्तुतः द्वयोः कुत्रचित् साम्यं कुत्रचित् न भेदः साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति पुनः भेदः यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च यथा अदादिगणे उतो वृति लुपि हलि इति सूत्रम् अस्माभिः दृष्टं येन गुणं प्रबाद्य वृतिः भवति श्लू इत्यनेन तादृशं कार्यं न प्राप्यते किन्तु श्लोः विशिष्टं कार्यमपि अस्ति यत् लुक् इत्यनेन न सिद्ध्यति तत्र प्रमुखं कार्यम् इदं श्लौ धातोः द्वित्वं भवति श्लौ परे श्लौ सप्तमेन्द्र एकपदमिदं स्वीकृतं लिटि धातोः लिटि धातोरणभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवर्तिकि एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवर्तिकि अनुवर्तिसहितसूत्रं धातोः द्वे स्लौ किं लिखितं तत्र जुहोत्यादिगणे अनन्तरम् अदादिगणे तत्र स्लू अपि अस्ति परन्तु द्वयोः भेदः कः इति वस्तुतः तत्र साम्यमेव द्वयोः भेदः साम्यमपि अस्ति भेदः अपि अस्ति कुत्रचित् परन्तु लुमान् सन् प्रत्ययलक्षणं न भवति लुमान् सन् लुमान् अस्ति चेत् प्रत्ययलक्षणं न भवति पुनः भेदः किमर्थं चेत् तत्र लुकः कृते स्लौ कृते च यदा अदादिगणे तत्र अदादिगणे उतो हृदि लुकि हलि इति सूत्रम् अस्माभिः दृष्टमेव तत्र गुणं प्रबाद्य वृद्धिः एव भवति अदादिगणे अनन्तरं विभूत्यादिगणे तत्र द्वयोः लुक् भवति परन्तु लिटि धातोः अनभ्यस्तात् इत्यस्मात् स्लौ धातोः द्वित्वं भवति परन्तु तत्र एकाश्रो द्वे प्रथमस्य इति सूत्रेण धातोः द्वे स्लौ इति अस्ति अतः उदाहरणमपि दत्तं दा इत्युक्ते ददा इति भवति पट् इत्युक्ते पट् पट् इति आगच्छति एतादृशमेव तत्र अधः द्वित्वं भवति अस्तु सम्यक् तर्हि इदानीं प्रश्नः अस्ति यत् अदादिगणे अपि लुमान् अस्ति शपः स्थाने लुक् भवति ज्योत्यादिगणे अपि लुमान् अस्ति शपः स्थाने श्लु भवति तर्हि भेदः कः किमर्थम् अदादिगणे लुक् लिखितं ज्योत्यादिगणे श्लु तर्हि साम्यं तु अस्ति यतोहि उभौ लुमन्तौ स्तः अतः उभयत्र अङ्गकार्यं न भवति प्रत्ययस्य लोपानन्तरं भेदः अपि अस्ति लुक् कृते विशिष्टकार्याणि सन्ति श्लु कृते विशिष्टकार्याणि सन्ति यतोहि कुतो वृद्धिर्लुकि हलि इति अस्मिन् सूत्रेण लुक् अस्ति चेत् गुणः न भवति अपि च वृद्धिः भवति अतः अदादिगणे एतादृशं कार्यं भवति परन्तु श्लु अस्ति चेत् वृद्धिः इति सूत्रस्य प्रसक्तिः नास्ति अतः ज्योत्यादिगणे वृद्धेः प्रसक्तिः नास्ति तथैव कानि कार्याणि सन्ति यानि केवलं श्लु कृते भवन्ति लुक् कृते न भवन्ति तत्र अस्ति श्लौ श्लौ इति किमस्ति धातोः द्वे श्लौ धातोः द्वे श्लौ इति अनुवृत्तिसेतुसूत्रं नाम धातोः द्वे भवति द्वे इति द्वित्वं भवति धातोः द्वित्वं भवति श्लौ परे अतः ज्योत्यादिगणे श्लु इति परे अस्ति खलु अतः धातोः द्वित्वं भवति अतः दासस्य ददा भवति धा दधा भवति भी बिभि भवति हु जुहु भवति इति श्लौ इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् ज्योत्यादिगणे द्वित्वं भवति सम्पूर्णव्याकरणे द्वित्वस्य पञ्चनिमित्तानि सन्ति तस्मिन् एक अस्ति ज्योत्यादिगणः अन्ये एके सन्ति कोऽपि जानाति वा अधः अस्ति खलु लिटि लिटि चकार चङ्गि इत्युक्ते लुङ्ग् लुङ् लुङ् अपि सत्यं तर्हि ज्योत्यादिगणे अस्ति अपि च यङ् यङ् लुगन्तम् इति अस्ति तदनन्तरं लिटि लिट् लकारे अस्ति तदनन्तरं सन् सन् मध्ये भवति सन्सनादि सन्धातु सन् प्रत्ययः अस्ति चेत् तदनन्तरं चिलि चिलि इत्युक्ते लुङ् लकारे तत्र पञ्चस्थलेषु एव व्याकरणे द्वित्वं भवति इदानीं प्रथमस्थलमस्ति ज्योत्यादिगणः इति वयम् इदानीं पश्यामः अस्तु अद्य पठतु अत्र लिखितमेव अस्ति पाणिनीयव्याकरणे पञ्चस्थलेषु पठतु अहमेव वा आमां पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति श्लौ इत्युक्ते जुहोत्यादिगणे लिटि लिट् लिट् चङ्गि इत्युक्ते लुङ् लकारे सन्नन्तम् अनन्तरं यङ्गन्तम् इति पञ्चसु स्थलेषु पाणिनीयव्याकरणे द्वित्वं भवति अस्तु तर्हि इति वयम् इति अस्माभिः पठितम् इदानीं द्वित्वस्य कृते कानि कानि सूत्राणि सन्ति येन वयं ज्ञातुं शक्नुमः द्वित्वं कथं करणीयं. द्वित्वप्रकरणे ये सूत्राणि सन्ति तानि वयम् इदानीम् अग्रे पठिष्यामः. कानिचन सूत्राणि सन्ति यानि सामान्यसूत्राणि सन्ति. प्रत्येकद्वित्वप्रकरणे द्वित्वकृते सूत्रस्य प्रसक्तिः भवति. नाम श्लू अस्ति वा चङ् अस्ति वा लिट् अस्ति वा सर्वत्र भवति. परन्तु कानिचन सूत्राणि सन्ति ये विशिष्टसूत्राणि सन्ति. श्लू कृते एव भवन्ति, यङ् कृते एव भवन्ति, चङि कृते एव भवन्ति. तर्हि इदानीं सर्वाणि सूत्राणि वयम् अग्रे पठिष्यामः. अस्तु, इदानीं सुमन् महोदय अग्रे पठतु. अरुणा महोदय अस्ति अत्र, मीना महोदय अस्ति खलु, सा केवलं शृणोति अद्य. आम्, धन्यवादः. अरुणा महोदय नास्ति, भवती एव पठतु सुमन् महोदय. सुमन् महोदय अस्ति वा? अस्तु, रघुपतिमहोदय पठतु. अत्र अस्ति महोदय. अस्तु, अत्र अस्ति द्वितीयप्रकरणं. सूत्राणि सन्ति एकाचद्वे प्रथमस्य इति षष्ठ अध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति. अत्र द्वितीयसूत्रमस्ति अजादे द्वितीयस्य ननन्त्रासंयोगादयः तृतीयसूत्रमस्ति. पूर्वाभ्यासः उभे अभ्यस्तं दक्षित्यादयः षट्, तुजादीनां दीर्घोऽभ्यासस्य द्वितिधातवर्णाभ्यासस्य सनङ्ग्योः सनेङ्गोः श्लौ चङ्गी दाश्वान् साह्वान् मीड्वांश्च इति तत्र द्वादशसूत्राणि सन्ति द्वित्वप्रकरणे. तर्हि द्वादशसूत्राणि सन्ति षष्ठमाध्यायस्य प्रथमपादे प्रथमद्वादशसूत्राणि यानि द्वित्वप्रकरणे सन्ति. इदानीं प्रत्येकसूत्रस्य यज्योत्यादिगणे यः सूत्रमस्ति तत् वयम् अग्रे पठामः. अत्र पश्यतु, अत्र अस्ति खलु चक्षित्यादयः षट् इति अदादिगणे वयम् अस्माभिः पठितं. तर्हि पठतु अग्रे. अग्रे द्वित्वे जाते प्रथमभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तं द्वयोर्नाम अभ्यस्तम् इति अस्ति. प्रथमभागस्य अभ्यासः भवति द्वयो मिलित्वा अभ्यस्तम् इति भवति. तत् विधायकसूत्रमस्ति पूर्वोऽभ्यासः इति चतुर्थसूत्रमस्ति. द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः. पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदविधं सूत्रम्, एकाश द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं, पूर्वः अभ्यासः द्वयोः. अत्र एतत् सूत्रं वक्ति यत्र द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य अभ्याससंज्ञा इति पूर्वाभ्यास सूत्रस्य सूत्रं वदति. नाम यद् द्वित्वं भवति पट् पट् दादा, तत्र प्रथमभागस्य अभ्यासः इति संज्ञा भवति. अस्तु, अग्रे उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञको भवति. उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदविधं सूत्रम्, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्, उभे द्वे अभ्यस्तम्. उभयोः नाम अस्ति अभ्यस्तम् इति. एकस्य पूर्वस्य तु अभ्यासः अस्ति, इदानीं मिलित्वा अभ्यस्तम् इति वदामि. तर्हि मिलित्वा संज्ञा अस्ति अभ्यस्तं, प्रथमभागस्य संज्ञा अस्ति अभ्यासः. तत्र अस्तु, तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे, यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं न च भवति. इदं सर्वम् अभ्यासकार्यम् इति उच्यते. आर्धातुकप्रकरणे विस्तरेण परिशीलयामः लिटि लुङ्गि सनि यङ्गि इत्येषु. अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं चेति. सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते. विशेष अभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य यथा लिपि विशेष अभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि यङि सङ्गी च इति. अत्र कार्यद्वयं भवति, अभ्यासकार्याणि सन्ति दित्तानन्तरम् अभ्यासस्य कृते, अभ्यासस्य ह्रस्वत्वम् अल्पप्राण इति एतानि भवन्ति. तत्रापि कार्यद्वयम्, एकं तु सामान्यकार्यं सर्वेषु भवन्ति, सर्वेषु यत् यत्र यत्र द्युतं भवति तादृशकार्यमस्ति. अपि च विशेषकार्यं कार्याणि अपि सन्ति अधिकृत्य लिपि लङि इति तादृश, पुनः भिन्न श्लो परे अपि पृथक् भवति इति अस्ति. तर्हि एकवारं यदा द्वित्वं भवति तदा प्रथमभागः अभ्यासः इति उच्यते. तत्र अभ्यासे कानिचन कार्याणि भवन्ति, अभ्यासकार्यम् इति उच्यते. कानिचन कार्याणि सामान्य अभ्यासकार्याणि सर्वदा भवन्ति, कानिचन विशेषकार्याणि यानि यत् द्वित्वस्य निमित्तमस्ति तं निमित्तीकृत्य भवति. नाम श्लू कृते कानिचन कार्याणि, यङ् कृते कानिचन कार्याणि, सन् कृते कानिचन कार्याणि इति. इदानीम् अग्रे वयं पश्यामः सामान्य अभ्यासकार्याणि के सन्ति, अपि च श्लू कृते विशेष अभ्यासकार्याणि कानि कानि सन्ति इति वयम् अग्रे पश्यामः. तर्हि 6.1 मध्ये प्रथमद्वादशसूत्राणि वदन्ति यत् द्वित्वप्रकरणम् इति इत्युक्ते किम्. द्वित्वं यदा भवति तदा तत्र तस्य द्वित्वप्रकरणे कानि कानि सूत्राणि आगच्छन्ति, तानि 6.1.1-6.1.12 मध्ये सन्ति. एकवारं द्वित्वं यदा भवति तदा प्रथमभागः अभ्यासः इति उच्यते. तत्र अभ्यासस्य कानिचन कार्याणि भवन्ति इति अभ्यासकार्याणि इति उच्यन्ते. तानि तु 7.4 मध्ये आगच्छन्ति, कानिचन सामान्य अभ्यासकार्याणि, कानिचन विशेष अभ्यासकार्याणि. अस्तु, धन्यवादः महोदय. अग्रे गच्छामः. मलर् महोदय को अस्ति? मलर् महोदय पठतु. आं महोदय, अत्र सन्ति प्रमुख साम्याय अभ्यासकार्याणि, सामान्य अभ्यासकार्याणि. आम्, ह्रस्वः 7459, हलादिः शेषः 7460, सर्पूर्वाः कयः 7461, कुहो चुः 7462, उरत् 7466, अभ्यासे चर्चा 8454, ह्रस्वः इति सामान्य अभ्यासकार्याणि सूत्राणि अत्र सन्ति. ह्रस्वः अभ्यासस्य अच् वर्णः ह्रस्वः स्यात्, अच च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्वः दीर्घः पृथः इत्येते शब्दाः आयान्ति तत्र अचः इति शब्दः सूत्रार्थे अपि आयाति. अतः ह्रस्वः इत्युक्तौ ह्रस्वः अच्वर्णः तथा सर्वत्र. ह्रस्व प्रथमान्तम् एकपदमिदं सूत्रम् अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः. ह्रस्व इति सूत्रम् उक्तम् अभ्यासस्य अच्वर्णस्य ह्रस्वमेव स्यात् इति उक्तम्. अचः इति परिभाषासूत्रम् अचः इति परिभाषासूत्रेण वयं ज्ञातुं शक्नुमः. ह्रस्व इत्युक्ते दीर्घ प्लुत इति एव आयाति अत्र, इति अच्वर्णः अत्र आयाति. अङ्गस्य अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अच्छः ह्रस्वः अभ्याससंज्ञा अस्ति चेत् तत् सर्वदा ह्रस्वः भवति नाम अङ्गस्य यत् अभ्यासः अस्ति अभ्यासभागः तत्र अङ्गस्य अभ्यासे यः अचवर्णः अस्ति तस्य ह्रस्वत्वं भवति अतः दा धातु अस्ति खलु दा मध्ये दा दा इति भवति तदनन्तरं ददा इति भवति अभ्यासः यत् प्रथमदा अस्ति तस्य आकारस्य ह्रस्वत्वं भूत्वा ददा इति भवति केन सूत्रेण ह्रस्वः इति महोदय एकः प्रश्नः महोदय श्रूयते किम् एकः प्रश्नः अस्ति एतत् कार्यं जुहोत्यादिगणे एव किम् अथवा सर्वत्र सर्वत्र यत्र कुत्र द्वित्वं भवति सामान्यकार्यमस्ति सामान्यकार्यम् इत्युक्ते सर्वत्र भवति नो चेत् श्लु इति यत्र श्लु अस्ति तत्र विशेषकार्यं किम् आम् अस्तु अस्तु अग्रे पठतु महोदय आम् महोदय अलादिः शेषः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिः शेषः अभ्यस्ते हल् वर्णः अस्ति चेत् तस्य लोपः भवति वा महोदय अत्र हलेषु हल्सु यत् आदिम हल् वर्णः अस्ति तदेव तिष्ठति अन्यानि हल् वर्णानि अन्य हल् वर्णे तत्र तेषां लोपः भवति शेषः इत्युक्ते खलु शेषः इत्युक्ते किम् अङ्गस्य हलादिः शेषः अन्ये गच्छन्ति नाम अभ्यासस्य आदिम हल् वर्णः शेषः भवति नाम तिष्ठति अभ्यासे अपरेषां हल् वर्णानां लोपः भवति ते गच्छन्ति अग्रे ददाति किं यथा पठ् अस्ति खलु पठ् मध्यत्वं भवति चेत् किं भवति पठ् पठ् इदानीं पठ् मध्ये हल् वर्णे पठ् भवति आं सत्यं यतोहि प आदिम हल् वर्णः कः अस्ति पकारः आं पकारः ठकारः गच्छति पकारः एव तिष्ठति इदानीं ज्ञा धातु अस्ति चेत् तत्र किं भवति ज्ञा ज्ञा भवति अनन्तरं तत् ह्रस्वसूत्रेण तत्र आकारस्य ह्रस्वत्वं भवति अनन्तरं तत्रापि संयुक्त अक्षरम् अस्ति अतः जाज्ञा भवति अतः एव तत्र सन् प्रत्ययः अस्ति चेत् जिज्ञासा इति भवति खलु सत्यं किन्तु तत्र इकार किमपि अन्यत् सन् कृते विशेषकार्यं भवति चेत् परन्तु जिज्ञासा इति अस्ति तत्र जकारः एव तिष्ठति तत् हलादिशेषः इति सूत्रेण परन्तु सामान्य कारणमस्ति पठ् अस्ति पठ् पठ् पोपठ् अस्तु तर्हि हलादिदातूनां हलादिदातूनाम् एव तस्य एव प्रसक्तिः भवति हलादिशेष इत्यस्य हलादिदातुः अस्ति चेत् न भवति न्या अपि भवति खलु तत्रापि अस्ति खलु हलादि एव अस्ति ओ हलादि सत्यम् अस्तु अग्रे पठामः विजय महोदय अग्रे पठतु आदिमः इत्युक्तौ आदिमः इत्युक्तौ आदौ यः नातु प्रथमः, अतः अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच् वर्णः नातु हल् वर्णः इति कारणतः हलादिः शेषः। इत्यनेन अभ्यासे सर्वेषां हल् वर्णानां लोपो भवति। उदाहरणम् अट् अट् अट् इत्युक्ते आ अट् तर्हि एतादृशं न चिन्तयतु यत् ये हल् वर्णाः सन्ति तेषां मध्ये यः प्रथमः अस्ति सः एव तिष्ठति इति न। पूर्ण अभ्यासे यः प्रथमः अस्ति तदेव हल् वर्णः तिष्ठति, अन्ये हल् वर्णाः गच्छन्ति। अतः अट् मध्ये अजादि अस्ति, हल् वर्णः प्रथमः नास्ति, अतः आदिमस्थाने आदौ हल् वर्णः नास्ति, अतः सर्वे हल् वर्णाः अपगच्छन्ति। अट् इति अ अट् इति भवति। यदि अन्य तर्कः अस्ति यत् हल् वर्णेषु यः प्रथमः सः एव तिष्ठति, तर्हि अट् मध्ये टकारः तिष्ठेत्, यतोहि टकारः हल् वर्णेषु प्रथमः हल् वर्णः अस्ति। हो तथा नास्ति, केवलं यदि नाम हलादि धातूनां कृते एव कार्यं भवति इति। हलादिधातूनां मध्ये यः प्रथमः यः हल् आदि आदौ हल् वर्णः अस्ति सः एव तिष्ठति, अन्ये हल् वर्णाः अपगच्छन्ति। तत्र अन्य उदाहरणमपि अस्ति, अपच्चि पच्चि इति आगच्छति चेत् तत्र पपच्छिति, अनन्तरं दादा इति आगच्छति चेत् ददा इति। अग्रे पठामि वा? पठतु। कुहो छुः अभ्यासे अकावर्गीयस्य हकारस्य च स्थाने च वर्गीय आदेशः भवति, तत्र स्थानेन्द्रतमः इति परिभाषा सूत्रेण उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने जकारः तदा अभ्यासे चर्चा इत्यनेन ज स्थाने जकारः। कुच्च तयोः इतरेतरद्वन्द्वः कुहौ तयोः कुहोः कुहोः षष्ठ्यन्तं चुः प्रथमान्तं द्विपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहो चुः इति। तत्र केवलम् अत्र जास्थाने चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति, तादृशमेव तत्र कुह् यक्ष इत्यनेन कुहो च का च क इति स्थानेन्द्र तमः इत्यनेन तत्र च इति कण्ठव्य क स्थाने तालव्य च भवति। आम्, तर्हि कुहोष्ठुः इति सूत्रं भवति अभ्यासे अभ्यासमध्ये यः कवर्गीयवर्णः अस्ति अथवा हकारः अस्ति तस्य स्थाने चवर्गीयवर्णः भवति। तर्हि अपि च हकारस्य स्थाने चवर्गीयवर्णः इत्युक्ते किं? हकारस्य अन्तर्तमः चवर्गीयवर्णः अस्ति झकारः, तर्हि क स्थाने च, ख स्थाने छ, ट ग स्थाने ज, घ स्थाने झ, अपि च हकारस्य स्थाने झ इति भवति इति अस्ति कुहोष्टुः। अस्तु, अग्रे स्थाने अन्ततमः तु वयं जानीमः, अतः उरत् पठतु। स्थाने उरत् प्रत्ययपरे अभ्यासस्य ऋ वर्णस्य स्थाने अत् आदेशः भवति। उः षष्ठ्यन्तम् अत् प्रथमान्तं द्विपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य उः अत् तत्र किमपि नास्ति, ऋकारस्य स्थाने अत् आदेशः भवति। नाम अभ्यासे रुवर्णः अस्ति चेत् तस्य स्थाने अत् भवति, अङ्गस्य अभ्यासस्य उः अत् तुः इत्युक्ते रिवर्णस्य षष्ठी विभक्ति, तर्हि अङ्गस्य अभ्यासस्य रिवर्णस्य स्थाने अत् भवति इति सर्वे अस्ति. अस्तु, तदानीम् अन्तिम अभ्यासकार्यमस्ति अभ्यासे चर्चा. सुमन् महोदय पठतु. पठामि एकनिमिषम्. हुहोश्चुः उदाहरणमस्ति चकार, खलु? तत्र लिट् लकारे करोति कृ धातु, तत्र चकार भवति. सत्यम्. अस्तु, इदानीम् उरत् उदाहरणं दातुं शक्नोति किं महोदय? उरत् चिन्तनीयं. यङ् मध्ये प्रायः तत्र भवति, क्रु मध्ये क्रु क्रु इति भवति, रेफस्य अत् भवति, क्रु इति भवति. परन्तु आम् इत्यादि चकार अपि तथा एव, खलु? तत्र कृ कृ भवति, अनन्तरं कुहोश्चुः तत्र स्थाने चकार इति भवति, चकार इति भवति, चकारस्य स्थाने अकार वा, अतः चक्रु इति भवति. कर् कृ इति अनन्तरं कर् लोपः विशेष इत्यनेन, अनन्तरं कक्षोः कुः इत्यनेन तत्र कुहोश्चुः इत्यनेन तत्र चकार चक्र इति भवति. तर्हि रेफस्य स्थाने अकारः भवति, रुवर्णस्थाने अकारः भवति. तदनन्तरं तत्रापि अस्ति खलु चिकित्सा इति अस्ति, तत्र चकारः कुहोष्ठु इति सूत्रेण चिकित्सा चकारः भवति. महोदय, अत्र उरन् रपरः कार्यं न करोति किम्? तदेव कार्यम् अत् इति अकार ह्रस्वाकारः खलु, ह्रस्वाकारः अतः उरण्डपरः भवति एव. आम् सत्यम्. अत् इत्यस्मिन् तत् तकारस्य तपर्करणम् अस्ति खलु, अकार एव ह्रस्वाकार एव. सत्यं. नाम एतत् अन् ऋकारस्य स्थाने अन् आदेशः भवति चेत् तस्य रपरः भवति, तपर इदानीं विषयः नास्ति, तस्य रपरः भवति इति. सत्यं. ह्रस्वाकार खलु अत् अत् इत्यस्मिन् तपरस्तत्काल इत्यनेन भवति. अनन्तरं य इति अत्र यत्र ऋकारस्य स्थाने आण्वर्ण आदेशः भवति चेत् अपरः भवति इत्यनेन भवति अर् इति भवति. तर्हि चिन्तयतु, तर्हि चिन्तयतु अभ्यासस्य रुवर्णस्य स्थाने अर् भवति इति चिन्तयतु. अनन्तरं रेफस्य लोपः किं, केन सूत्रेण भवती एव वदतु. अस्तु, तत् तत्तु हलादिशेषः. अस्तु, अतः इदानीं तु उरण्ड्रपरः कार्यं करोति, तस्य कार्यं निषिद्धं नास्ति. न निषिद्धं कदापि नास्ति. यदा यदा रिवर्णस्य स्थाने कोऽपि अण् आगच्छति तदा सर्वदा तत् अण्वर्णः रपरः अस्ति सर्वदा. अस्तु, न दृश्यते इति भिन्नवार्ता, परन्तु सर्वदा भवति. अस्तु, धन्यवादः. पठामि. अभ्यासे चर्चा. अभ्यासे झल् स्थाने जश् चर् च आदेशौ भवतः, तत्र स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारण साम्यवशात् झष् स्थाने झष् अपि च खै स्थाने च अनुवृत्त्यर्थम् अष्टमाध्याये अनुवृत्त्यर्थम् अष्टमाध्याये. अस्तु, अभ्यासे सप्तम्यन्तं च प्रत्ययमन्तं च अव्ययपदं त्रिपदम् इदं झषि इत्यस्मात् झल झष् इत्यनयोः अनुवृत्तिः. तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति अभ्यासे झलां झष् चर् च संहितायाम्. एतत् सूत्रं वदति यत्र अभ्यासे झल् वर्णः अस्ति तत्र झल् वर्णस्य झष् नो चेत् झर् आदेशः भवति. अतः एव वयं तु झकारस्य स्थाने झकारः पश्यामः, अपि च छकार अस्ति चेत् तत्र चकार दृश्यते. तर्हि तृतीयचतुर्थवर्णः अस्ति चेत् तस्य स्थाने जष् कृत्वा तृतीयवर्णः, प्रथमद्वितीयः वर्णः अस्ति चेत् तस्य स्थाने चर् कृत्वा प्रथमवर्णः. अतः अभ्यासे कदापि द्वितीयः वर्णः चतुर्थः वर्णः न दृश्यते. अग्रे पठामि. अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. विकरणप्रत्ययस्य ध्वनिः न श्रूयते. अस्तु, द्वितीयसोपानम् अस्ति तिङ् प्रत्ययसिद्धिः. तृतीयसोपानम् अस्ति तिङ् प्रत्यय निमित्तिकम् अङ्गकार्यं, तदा अङ्ग तिङ् प्रत्ययोः मेलनम्. तत्तु वयं जानीमः. अस्तु, अग्रे. जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः. द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्यय अभ्यस्तात् परे अस्ति. ध्वनिः महोदय, किमपि न श्रूयते. सुमन् महोदय, पुनः वदतु. जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः. द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यासात् परे अस्ति. तिङ् वा कृत्वा भवतु, तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः. प्रथमं शप् विधीयते कर्तरि शप् इत्यनेन. शपः स्थाने श्लु भवति. श्लौ इत्यनेन धातोः द्वित्वं भवति. सामान्य अभ्यासकार्यम् अभ्यस्तोत्तरप्रत्यय अस्य निमित्तम्, इत्युक्ते तत्र ह्रस्व हलादिशेषः कुहोश्चुः उरत् अभ्यासे चर्चा तैः कार्याणि भवति. विशेष अस्य निमित्तं चत्वारि सूत्राणि अस्मिन् पाठे द्वे अस्ति अङ्गकार्यं तिङ् च कृत् च निमित्तम्. अस्तु, तर्हि ज्योत्यादिगणे किञ्चित् भिन्नमस्ति. भिन्नं नास्ति, परन्तु द्वित्वं भवति, अतः तस्य क्रमः एतादृशः. सर्वप्रथमं तु शप् आगच्छति कर्तृशप्, तदनन्तरं शपस्थाने श्लु भवति ज्योत्यादिभ्यः श्लु इति सूत्रेण. श्लु भवति अतः धातोः द्वित्वं भवति. द्वित्वं भवति अतः प्रथमभागः अभ्यासः इति उच्यते. तत्र अभ्यासस्य कार्यं भवति, सामान्यकार्यं भवति, यथा ह्रस्वः हलादिशेषः कुहोष्ठुः पुरत् अभ्यायचर्चः. विशेषकार्यं भवति, तत् श्लू अस्ति अतः विशेषकार्यं भवति नाम भ्रियामित अर्तिप्रत्ययोश्च इति. तर्हि प्रथमतया तु एतादृशम् अभ्यासकार्यं करणीयं. तदनन्तरम् अङ्गकार्यं भवति नाम तिङ्गप्रत्ययस्य निमित्तं तिङ्प्रत्ययनिमित्तम् अङ्गकार्यं भवति. तदनन्तरं मेलनं भवति तिङ्प्रत्ययस्य अङ्गस्य इति. एतादृशमस्ति. तर्हि तथैव अहं वदामि भवत्यादिगणे मुख्य नूतनं यत् अस्ति तदस्ति द्वित्वं कथं करणीयम्, अभ्यासकार्यं कथं करणीयम्. एकवारम् अभ्यस्त अङ्गं जायते तदनन्तरं सिद्धतिङ्प्रत्ययोः सिद्धतिङ्प्रत्ययनिर्माणम् अपि च तिङ्गप्रत्ययेन यत् गुणकार्यं भवति येन अङ्गकार्यं भवति तदनन्तरं प्रत्ययस्य मेलनं तत् सर्वं तु वयं पूर्वमेव वयं जानीमः. अतः विशेषमस्ति द्वित्वम्. अस्तु, इदानीं यथा सुमन् महोदय वदति तत्र अधुना एव अस्ति खलु महोदय पुष्पमाता मातुः सत्यं प्रायः इदानीं अष्टवादने इति उक्तवन्तः किन्तु प्रायः इदानीम् आरम्भम् अभवत् वा न जानामि. अस्तु, अहमपि मयापि श्रुतं परन्तु तत्र लिङ्क् अहं न जानामि कुत्र अस्ति. संस्कृतभारती यूट्यूब् वेब्सैट् अस्तु. अतः अस्ति चेत् इदानीम् अद्य अत्र अधुना एव वर्गं वयं समापयामः. अग्रिमरविवासरे पुनः मेलिष्यामः. तदनन्तरं तत्र द्वित्वकार्यं कथं भवति इति वयं कुर्मः. अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तम्? अस्तु, नास्ति चेत् इदानीं विरमामः. धन्यवादः सर्वेषाम्.